नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति क्रियादिगणः. क्रियादिगणे तत्र वस्तुतः एकषष्टि धातवः सन्ति. तत्र क्रियादिगणे क्रियादिभ्यः श्ना इति विकरणप्रत्ययः, श्ना इति विकरणप्रत्ययस्य विधानं भवति. कर्तरि शप् इति सूत्रं प्रभाते श्ना इति विकरणप्रत्ययस्य विधानं भवति. श्ना इति प्रत्ययः षित् अस्ति, अतः तिंषित् सार्वधातुकमितिनेन सार्वधातुकसंज्ञकः. सार्वधातुकसंज्ञा संज्ञकप्रत्ययः वर्तते चेत् तादृशप्रत्ययमाधारीकृत्य यानि कार्याणि भवन्ति तानि अत्रापि भवन्ति. श्नाप्रत्ययः पित् नास्ति, अपित् अस्ति. अपित् अस्ति अतः सार्वधातुकम् अपित् इति निद्वत् भवति. निद्वत् भवति चेत् नीति च इति सूत्रेण गुणनिषेधः. अतः श्नाप्रत्ययम् आधारीकृत्य इगन्ताङ्गस्य अथवा इगुपद अङ्गस्य गुणः न जायते, गुणनिषेधः. अपि च अस्माभिः दृष्टं तत्र सामान्यतया प्रत्ययः अपित् निद्वत् चेत् अत्र त्रीणि कार्याणि भवन्ति. एकं तु गुणनिषेधः इति एकं कार्यं. तदनन्तरं सम्प्रसारिणी धातवः सन्ति चेत् सम्प्रसारणं भवति. अनन्तरम् अनिदिधातवः चेत् उपदायं नकारः विद्यते चेत् नकारस्य लोपः अपि भवति इति त्रीणि कार्याणि सन्ति. अत्र स्नाप्रत्ययान्तमङ्गम् अदन्तं नास्ति, अनदन्तम् अस्ति. अतः अनदन्ताङ्गानां ये सिद्धप्रत्ययाः तिङ्प्रत्ययाः सन्ति तेषां ग्रहणम् अत्रापि भवति. अतः यथा पूर्वं धनादिगणे ये प्रत्ययाः आसन् तथैव अत्रापि प्रत्ययाः भवन्ति अनदन्ताङ्गानां सिद्धप्रत्ययाः. अनन्तरं तत्र प्रक्रिया तु यथा वयं जानीमः तत्र त्रीणि सोपानानि सन्ति. प्रथमं धातुविकरणयोः मध्ये विकरणप्रत्ययमाधारीकृत्य अङ्गकार्यं, धातुविकरणप्रत्ययोः मेलनं, तदनन्तरम् अनदन्ताङ्गानां सिद्धप्रत्ययाः, अनन्तरं तिङ्प्रत्ययम् आधारीकृत्य अङ्गकार्याणि भवन्ति. इदानीम् अङ्गम् इदानीम् आकारान्त अङ्गं श्नाप्रत्ययं योजयित्वा अङ्गम् आकारान्तम् अङ्गम्, अनन्तरं तिङ्प्रत्ययः अस्ति. तर्हि तिङ्प्रत्ययं निमित्तीकृत्य किं किं कार्यं भवितुम् अर्हति इति अस्माभिः चिन्तनीयम्. अत्र अकारान्तधातुः अकारान्त अङ्गम् अस्ति चेत् किं विशिष्टसूत्राणि कानि श्नाप्रत्ययान्तस्य इति अस्माभिः इदानीं चर्चनीयमस्ति. तर्हि यत्र विकरणप्रत्ययम् आधारीकृत्य अधिकतया कार्यं नास्ति, केवलं योजनमेव बहुधा भवति, किमपि विशेषकार्यं नास्ति. इदानीम् अत्र अस्मिन् गणे केचन विशेषदातवः अपि सन्ति, विशिष्टदातवः अपि सन्ति. तत्र ततः आरभ्य एकवारं पश्यामः विशेषदातवः इति आरभ्य. तत्र एकं सूत्रमस्ति पवादीनां ह्रस्वः इति, तत् इदानीं पठामः. तत्र लक्ष्मीभगिनी पठति वा? आं भगिनि, पठामि. विशेषधातवः, परन्तु क्रियादिगणे विशेषधातवः अपि सन्ति येषां प्रथमसोपाने अङ्गकार्यं भवति. पादिगणः, पादिगणे चतुर्विंशतिः धातवः सन्ति, येषां निरनुबन्धरूपाणि इमानि: पु, लु, धृ, ज्या, रि, लि, व्लि, प्लि, तृ, कृ, वृ, शृ, पृ, वृ, भृ, दृ, मृ, झृ, धृ, नृ, कृ, ऋ, गृ. एते सर्वे धातवः क्रियादिगणे सन्ति. पादीनां ह्रस्वः इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शितिपरे. नासित् अस्ति अतः न प्रत्यये परे धातुस्थस्वरस्य ह्रस्वत्वं, यथा पूयोगना पुना, लीयोगना लिना, तृयोगना तृणा. अत्र क्रियादिगणे श्ना इति विकरणप्रत्ययः भवति शप्रत्यय प्रबाध्य. तर्हि विशेषधातुषु अङ्गकार्याणि पृथक्तया भवन्ति, तत्र विशेषकार्याणि अपि भवन्ति विशिष्टधातुषु. तर्हि कश्चन गणः वर्तते पादिगणः इति, तस्मिन् गणे चतुर्विंशतिधातवः सन्ति, पू इति आरभ्य गृ इति पर्यन्तं चतुर्विंशतिधातवः सन्ति. एते सर्वे धातवः एते सर्वे धातवः क्रियादिगणे अपि सन्ति, धातवः क्रियादिगणे अपि सन्ति. तर्हि अत्र किं जायते इति चेत्, स्वरस्य ह्रस्वत्वं चितिपरे भवति. तदर्थं कश्चन विशिष्टसूत्र किञ्चन विशिष्टसूत्रं वर्तते, पादीनां ह्रस्वः इति. अनेन सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं चितिपरे भवति. तर्हि श्ना इति प्रत्ययः षित् अस्ति इति जानीमः. अतः पू इति धातुः स्वीकुर्मः चेत् पूयोग श्ना ना इति एव तिष्ठति. पूयोग नाशित् अस्ति परे पू इत्यस्य. तर्हि ऊकारस्य स्थाने उकारादेशः ह्रस्वत्वं भवति. तर्हि पुना इति अङ्गं निर्मीयते. तथा एव ली योग ना इत्यत्र ईकारस्य स्थाने इकारादेशः भूत्वा लिना इति अङ्गं. तृ योगना तत्रापि ऋकारस्य ऋकारादेशः भूत्वा तृणा इति अङ्गं निर्मीयते. ततःपरं पादीनां ह्रस्वः इति सूत्रस्य अर्थः अत्र दत्तः. पठानि वा? आमां पठतु. पादीनां ह्रस्वः पूञ् लूञ् धूञ् ज्या रि ली व्लि प्लि तृञ् कृञ् वृ शृ पृ वृञ् भृ मृ दृ जृ झृ धृञ् नृ कृ ऋ गृ. एतेषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्ययपरे. पूः आदिः येषां ते पादयः बहुव्रीहिः तेषां पादीनां येन विधिस्तदं तस्य अलोन्त्यस्य अचश्च इत्येभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशः भवति. पादीनां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं. त्रिवुक्लमुचमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. पादीनाम् अचः अङ्गस्य ह्रस्वः शिति. तर्हि पादीनां ह्रस्वः इति सूत्रेण धातौ विद्यमानस्य दीर्घस्वरस्य ह्रस्वत्वं प्राप्यते. तर्हि एते चतुर्विंशतिधातवः ये अत्र उक्ताः पू इति आरभ्य, तेषां क्षितिपरे ह्रस्वत्वम् आयाति. अत्र येन विधिस्तदन्तस्य इति इत्यनेन ज्ञायते यत् किं जायते इति चेत्, पादीनां ह्रस्वादीनाम् अच्छः अङ्गस्य अजन्तम् अङ्गस्य एव ह्रस्वत्वं जायते इति येन विधिस्तदन्तस्य इत्यनेन ज्ञायते. अपि च तादृश अङ्गस्य अजन्तम् अङ्गस्य कस्य वर्णस्य ह्रस्वत्वम् इति चेत् अन्तिमवर्णस्य एव भवति इति अलौन्त्यस्य इत्यनेन ज्ञायते. अपि च अचश्च इति सूत्रेण स्वरस्य एव अचः इति उक्तत्वात् स्वरस्य एव दीर्घत्वं ह्रस्वत्वं न चेत् प्लुतत्वं सम्भवति इति अचश्च इति सूत्रेण ज्ञायते. अङ्गस्य इत्यस्य अधिकारः अपि अस्ति, शिति इति अनुवृत्तिः अपि भवति. तर्हि पादीनाम् अचः अङ्गस्य ह्रस्वः शिति इति अनुवृत्तिसहितसूत्रं. पादिगणे ये धातवः उक्ताः तेषाम् अचः अङ्गस्य अजन्तम् अङ्गस्य ह्रस्वः ह्रस्वत्वं क्षितिपरे भवति इति इदं सूत्रं सूत्रस्य अर्थः अस्य सूत्रस्य अर्थः. सम्यक् भगिनि, समीचीनं समीचीनं. तर्हि तत्र सूत्रार्थः तु सरलः अस्ति. वादिगणे ये धातवः सन्ति तेषाम् अत्र वयं पश्यामः चेत् सर्वे धातवः दीर्घ सर्वेषु धातुषु दीर्घस्वरः वर्तते, पुञ लुञ सर्वत्र पश्यन्तु दीर्घस्वरः वर्तते, तर्हि एतेषां दीर्घस्वराणां ह्रस्वत्वं भवति क्षितिपरे. अत्र श्नाप्रत्ययः षित् अस्ति इति कृत्वा, अपि च एते धातवः सर्वे धातवः क्रियादिगणे एव सन्ति इति कृत्वा अपवादीनां ह्रस्वः इति ह्रस्वत्वं तेषां भवति. तर्हि अत्र ह्रस्वः इति उक्तत्वात् तत्र अचः एव ह्रस्वः भवति, अचश्च इति परिभाषासूत्रस्य कार्यमपि अत्र भवति. अस्तु, सरि समीचीनं. तर्हि शोभगिनी अग्रे सूत्रद्वयं पठति वा, अचश्च अलोन्त्यस्य. आं भगिनि, अचश्च इति सूत्रं, यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम्, अचः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. ऊकालो स्वदीर्घप्लुतः, ऊकालोज्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्व दीर्घप्लुतः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिणामेन तृतीयान्तं भवति ह्रस्वदीर्घप्लुतैः शब्दैः. अनुवृत्तिसहितसूत्रं, ह्रस्वदीर्घप्लुतैः अचः च अच् इति. अचश्च इति सूत्रं, यत्र यत्र तत्र ह्रस्वः अथवा दीर्घः अथवा प्लुतः विधीयन्ते तत्र सर्वत्र अचः इति षष्ट्यन्तं पदम् आगच्छति एतेन परिभाषासूत्रेण इति. अचश्च इति परिभाषासूत्रेण यत्र ह्रस्वः दीर्घः प्लुतः विधीयमानाः सन्ति तत्र अचः इति षष्ट्यन्ते पदम् आगच्छति. अचः इति तत्र षष्ट्यन्तं, च इति अव्ययपदम् अस्ति सूत्रे, द्विपदं द्विपदेन उक्तं सूत्रम्. अत्र अन्यत् सूत्रमस्ति येन तत्र ऊकालो झ्रस्वदीर्घप्लुतः इति, तेन सूत्रेण अच् ह्रस्वदीर्घप्लुतः इति इत्यनयोः अनुवृत्तिः स्वीकृतम्. अपि च तदनन्तरं विभक्तिपरिणामेन तृतीयान्तं कृत्वा ह्रस्वदीर्घप्लुतः इत्यस्य ह्रस्वदीर्घप्लुतैः इति भवति शब्दैः इति अर्थे. अतः अनुवृत्तिसहितसूत्रं, ह्रस्वदीर्घप्लुतैः अचः च अच् इति. अचः अच् अस्तु. तर्हि षष्ठ्यन्तपदम् आगच्छति इत्युक्ते यत्र यत्र ह्रस्वदीर्घः अस्तु, अग्रे पश्यामः. अलोन्त्यस्य इति सूत्रं, षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल्वर्णस्य स्थाने भवति. परिभाषासूत्रम्, अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रम्. षष्ठीस्थाने योगा इति इत्यस्मात् षष्ठी स्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं, षष्ठ्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. हालोन्त्यस्य इति सूत्रं वदति षष्ठिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः भवति, तत्र षष्ठीस्थाने तत्र स्थानी भवति षष्ठीविभक्तिद्वारा यदा कार्यं भवति, यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अलुवर्णस्य स्थाने एव भवति इति. एतत् परिभाषासूत्रं येन विधिस्तदन्तस्य इत्यस्मात् परं कार्यं करोति. अपि च तदनन्तरम् अचश्च इति दृष्टवन्तः उपरि, अचश्च इति इदानीं पठितम्. अलोन्त्यस्य इति अपि तत्र येन विधिस्तदन्तस्य इत्यस्मात् आगत्य षष्ठ्या अन्त्यस्य अलः स्थाने यः विद्यमानः आदेशः अस्ति सः आदेशः भवति इति वदति. तर्हि अग्रे अत्र ध्येयं यत् यः प्रत्ययः परोस्ति सः षित् नास्ति चेत् स्वरस्य ह्रस्वत्वं न भवति. अस्तु, इदानीं तत्र पूर्वं प्वादीनां ह्रस्वः इति सूत्रं पठितं. तस्य सूत्रस्य कार्यमस्ति ये धातवः दीर्घ ह्रस्व किं दीर्घ अच् अन्ताः भवन्ति इति, इत्युक्ते अङ्गस्य अन्ते, अङ्गस्य न धातोः अन्ते दीर्घस्वरः अस्ति, तस्य ह्रस्वः भवति इति प्वादीनां ह्रस्वः इति सूत्रेण विदितं कार्यं. किन्तु तत् कार्यं केवलं षित् परे अस्ति चेदेव भवति, नो चेत् न भवति इति. अतः तत्र कर्मणि सार्वधातुके यक् इत्यनेन यक् प्रत्ययः आगच्छति, यक् षित् नास्ति इति इत्यनेन तत्र न भवति. अतः कर्मणि प्रयोगे लट् लकारे पूयते इति रूपं दृश्यते, न तु पूयते इति. त्वान्ते अपि तत्र षित् नास्ति इति कृत्वा त्वान्ते ताप्रत्ययस्य योजनेन पूनः इति दीर्घ उकारान्तः एव दृश्यते. तथा एव ता तवतु तयोः विधाने अपि पूनवान् इति रूपं दृश्यते, यत्र दीर्घ उकारः एव तिष्ठति. तर्हि तत्र षित् अस्ति चेदेव त्वादीनां ह्रस्वः इत्यस्य कार्यं भवति इति उक्तं ध्येयं यत् इति. सम्यक्, समीचीनम् इति. प्रथमतया तत्र पवादीनां ह्रस्वः इति सूत्रं दृष्टं. तत्र सूत्रस्य कार्यमस्ति येषां धातूनां परिगणितानां धातूनां ह्रस्वत्वं भवति शितिपरे इति. तत्र तस्मिन् सूत्रे परिभाषासूत्रस्य अचश्च इति सूत्रस्य आवश्यकता अस्ति, यतोहि ह्रस्वः इति उक्तं. यद्यपि वयं जानीमः ह्रस्वः इत्युक्ते स्वरस्य एव ह्रस्वत्वं भवति, अत्र तु सर्वत्र एकः एव स्वरः अस्ति, अतः तस्य एव ह्रस्वत्वं भवति इति अस्माभिः ज्ञायते. तथापि स्पष्टीकरणार्थम् अचश्च इति, अत्र अच्वर्णस्य ह्रस्वादेशः भवति इति वयं ज्ञातुं शक्नुमः. अत्र षष्ट्यन्तं पदं नास्ति, वादीनाम् अङ्गस्य इति उक्तं, परन्तु कस्य ह्रस्वत्वम् इति चेत् स्पष्टीकरणार्थं परिभाषासूत्रस्य आवश्यकता अस्ति. अचः अचः ह्रस्वः भवति इति, तदर्थम् अचश्च इति परिभाषासूत्रं. सूत्रेषु यत्र यत्र ह्रस्वदीर्घप्लुतः इति उच्यते तत्र सर्वत्र अचः इति षष्ट्यन्तं पदम् आयाति. अचः इति पदस्य स्थाने किमपि कार्यं विधीयते इति परिभाषासूत्रस्य आवश्यकता. तदनन्तरं तत्र पवादीनाम् अचः ह्रस्वः इति उक्तं, तत्र अलोन्तस्य इत्यस्य का आवश्यकता अत्र? इत्युक्ते तत्र अलोन्त्यस्य इति नास्ति चेत् अङ्गस्य एव, इत्युक्ते तत्र उ इति अङ्गमस्ति चेत् तस्य अपि ह्रस्वः भवति इति वा? अत्र अचः इति स्पष्टतया उक्तं खलु, अचः ह्रस्वः इति उक्तं, सत्यम्. अतः अलन्त्यस्य इत्यस्य का आवश्यकता अत्र? पवादीनाम् अङ्गस्य अचः ह्रस्वः तत्र धातोः, वदतु भगिनि, धातोः अचः इति भवेत् तत्र, न तु खलु अङ्गस्य ह्रस्वः शीति. अस्तु, पवादीनाम् अचः अङ्गस्य एव अचः ह्रस्वः अजन्तम् अङ्गम् इति साधितं खलु, अजन्तम् अङ्गम् इति उक्तत्वात् अत्र अचः इत्यस्य अजन्तस्य अङ्कस्य किमर्थम् अजन्तम् इति वक्तव्यम्? स्ववादीनां धातूनाम् अङ्गस्य अचः ह्रस्वः, तावदेव. अङ्गस्य अचः ह्रस्वः, अङ्गस्य यः अचुवर्णः अस्ति तस्य ह्रस्वः शितिपरे. शितिपरे तु सर्वत्र एकः एव अचुवर्णः अस्ति खलु, किमर्थम् अजन्तमिति वक्तव्यं? धातुः अजन्तः, ह्रस्व स्वरः अपि उक्तम्, अचः ह्रस्वः इति उक्तं. सः धातौ एकः एव स्वरः, तर्हि तस्य एव ह्रस्वत्वं खलु. अतः विचारणीयम् अत्र अलोन्त्यस्य इति इत्यस्य आवश्यकता नास्ति इति भाति खलु न वा? तर्हि येन विधिस्तदन्तस्य इत्यस्यापि आवश्यकता नास्ति इति वक्तव्यस्यापि आवश्यकता नास्ति, अलोन्त्यस्य इत्यस्यापि आवश्यकता नास्ति. अत्र विशेषणविशेष्यभावः कस्य वर्तते? अचः अङ्गस्य अनयोः विशेषणविशेष्यभावः इति उक्तं, यथा भवती वदति अजन्तस्य अङ्गस्य. अत्र अङ्गस्य ह्रस्वः, तस्मात् परम् अचः अङ्गस्य ह्रस्वः अङ्गस्य अचः ह्रस्वः. तर्हि अचः ह्रस्वः इति प्रथमं भवति अङ्गम् अनयोः विशेषविशेषभावः इति अत्र तादृशं स्वीकृतमस्ति. अचः अङ्गम् अनयोः विशेष अचः अङ्गस्य इति विशेषविशेषभावः अस्ति, अतः अच् इति अङ्गम् अत्र तु नास्ति. अत्र तु उपवादिगणे अच् इति अङ्गमेव नास्ति, अतः अजन्तम् अङ्गमेव अत्र सर्वत्र अस्ति. अतः तत्र परिभाषायाः सूत्रस्य येन विधिस्तदन्तस्य इत्यनेन अजन्तस्य अङ्गस्य इति उक्तम्, अनन्तरम् अलौन्त्यस्य इत्यनेन अन्तादेशः इति उक्तं. परन्तु अत्र प्रश्नः पुवादीनाम् अङ्गस्य पुवादीनाम् अङ्गानाम् इति पुवादीनाम् इति धातवः अङ्गानाम् इति धातुरूपी अङ्गम् तस्य अचः ह्रस्वः इति वदामः चेत् सम्यक् भाति. किं चिन्तयन्ति? तदपि सम्यक् एव भाति भगिनि, यतो हि सर्वे धातवः चतुर्विंशतिधातवः अजन्तम् अङ्गमेव, सर्वे अजन्तम् अङ्गानि. तर्हि येन विधिस्तदन्तस्य अलौन्त्यस्य द्वयोः अपि आवश्यकता नास्ति इति एव मन्ये. इति तथा एव व्याख्यानेषु अपि अस्ति, चतुर्विंशतेः शिति ह्रस्वः तावदेव, एतेषां धातूनां शिति ह्रस्वः. अत्र अलौन्त्यस्य इत्यनयोः आवश्यकता नास्ति इति चिन्तयामि. अस्तु, यत्किमपि भवतु, अग्रे गच्छामः. अस्तु अस्तु, तत्र प्रत्ययः शित् नास्ति चेत् तत्र न भवति इति तत्र उदाहरणं दत्तं. सा आर्धधातुकप्रत्ययः कश्चन अस्ति चेत् तत्र तु दीर्घत्वं तिष्ठति, यथा पूयते, पूय पूनवान् इत्यादीनि तत्र रूपाणि. अस्तु, इदानीं तत्र प्रत्ययः अपित् निद्वत् अस्ति चेत् सम्प्रसारणमित्यपि एकं कार्यं भवति खलु. तर्हि इदानीं तदग्रे वयं पश्यामः. तत्र किम् अरुणा भगिनी पठति वा? आं भगिनि, श्रूयते वा? आमां श्रूयते, श्रूयते भगिनि. इदानीं विजयलक्ष्मी भगिन्याः क्लेशः अस्ति, किं कर्तुं शक्यते अस्माभिः? कनेक्षन् इस् नाट् सेक्यूर् इति किमपि आयाति. सो दिस् इस् एन् इण्टर्नेट् प्राब्लम् ऐ थिङ्क्. Phone she can come on. Through dial in she can. Can you come? तत्र भगिनी यदि भवती VPN उपयोगं करोति चेत् तेनापि क्लेशः भवति. किं तत्र इन् कनेक्षन् VPN आन् अस्ति चेत् भवती तत् आफ् कृत्वा प्रयत्नं कर्तुं शक्नोति. पठामि भगिनि. एकक्षणं भगिनि, अस्तु अस्तु अस्तु भगिनि, पठतु. अन्यत् किमपि नास्ति खलु? अन्यत् किमपि अस्माभिः तु न जानीमः, अस्माभिः तु न ज्ञायते अन्यत् किं कर्तुं शक्यते अत्र इति. She's coming, she's doing it from her phone and same thing in my system also, so I don't know what to do. Okay. Samprasaranam jya dhatuh, jya dhatuh pavajigane antarbhutah kintu samprasarani dhatuh api asti atah atra visheshah samprasaranam sutram grahi jya vayi vyadhi vashti vichati vrushchati पृच्छति भुञ्जतीनाम् इति च ग्रह ग्रह या वै व्यद् वस् व्यच् व्रश् फच् व्रश्च येषां सप्रसारणं भवति कितिन् इति प्रत्यये परे. वयं पूर्वं पठितवन्तः सप्रसारणं धातुः अत्र दत्तं ग्रहि ज्या वहि व्यदि वष्टि विचति वृष्टति पृच्छति भृञ्जतीनाम् इति च अत्र ज्ञा एव क्रियादिगणे अस्ति, ततः जिज्ञनः सम्प्रसारणं यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणं सम्प्रसारणं किम् अर्थम् अत्र वर्णं दत्तम्य इगणः सम्प्रसारणम् अर्थमस्ति यन् स्थाने इक् प्रत्याहारे स्थितवर्णः आदिष्टः भवति. सम्प्रसारणाच्च सम्प्रसारणसंज्ञकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशो भवति. सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको एनर्जि इत्यस्मात् अचि अमि पूर्वः इत्यस्मात् पूर्वः अच् ओ सम्यक्, इको एनर्जि इत्यस्मात् अचि अमि पूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्व संहितायां सम्प्रसारणात् अत्र सम्प्रसारणं वयं कुर्मः अत्र जा धातु जा या स्थाने इ आगच्छति समये सम्प्रसारणसैनिकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकपूर्वदेश आदेशो भवति. तदेव भगिनि भगिनि आम् तावत्पर्यन्तं वदन्तु. यथा जा जि आ कृषि ज इत्यनेन यकारस्य स्थाने इकार आदेशः भवति. जि एव आ सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसञ्ज्ञकवर्णात् अचिपरे पूर्वपरयोः एकपूर्वपदे पूर्वरूपादेशः जि भवति. तदेव जा धातु या वर्णस्थाने इकार आगच्छति योग जि भवति. जि योगः अच् वर्ण अस्ति चेत् गृहिज्यायतसूत्रेण सम्प्रसारणसैनिकवर्णात् अचिपरे पूर्वपरयोः एकः पूर्वरूपादेशः भवति, अतः जि इति अङ्कं भवति. समीचीनम्. तर्हि सूत्रार्थः कः इति एकवारं वदतु. इज्ञणः सम्प्रसारणम् इति पठितवती, सम्प्रसारणच्च इत्यपि पठितवती खलु सूत्रार्थः. इज्ञणः यणः स्थाने यः इत् प्रत्याहारितवर्ण आदिष्टातस्य सम्प्रसार तत्र सम्प्रसारणसंज्ञासूत्रं मध्ये वदति यण् स्थाने एक यण् अस्ति वैद्यं एक् प्रत्याहारे अस्ति चेत् एक् वर्ण अस्ति चेत् तुल्यम् एक् वर्णादेशः भवति सम्यक्तया न श्रूयते भगिनि, पुनः वदतु. इज्ञणः सम्प्रसारणम् इति सूत्रार्थः कः? धातु धातु यन् यन् वर्णः अस्ति चेत् अत्र यन् वर्ण स्थाने इक् प्रत्याहार स्थितवर्णः आदेशः भवति. सत्यम्, इक् इक् वर्णस्य यण् वर्णस्य स्थाने इकादेशः केनचित् सूत्रेण विधीयते चेत् तदानीं तस्य सम्प्रसारणसंज्ञा भवति खलु. इज्ञणः सम्प्रसारणं, तदनन्तरं सम्प्रसारणाच्च तत्सूत्रं. सम्प्रसारणाच्च अत्र यण् स्थाने इक् आदेशः भवति, तदनन्तरम् अचुवर्ण अचि परे पूर्वपरयोः स्थाने पूर्वरूपम् आदेशः भवति. उदाहरणं पठितवन्तः जि योगः अ, अत्र ए एकवर्णः अस्ति परन्तु आ अस्ति, आदौ सम्प्रसारणाच्च इदनेन पूर्वरूपं पूर्ववर्णः एव तिष्ठति. समीचीनं समीचीनं, धन्यवादः भगिनि. इदानीं तत्र ज्या इति दातुं वयं स्वीकुर्मः चेत् तदानीं तत्र यकारः यण् वर्णः अस्ति, तस्य स्थाने इक् वर्ण आदिष्टः भवति चेत् तस्य सम्प्रसारणसंज्ञा भवति. यकारस्य स्थाने इकारादेशः इक् वर्णः, तर्हि ज इ आ, इदानीं इ इति सम्प्रसारणसंज्ञकः अस्ति, तस्य अनन्तरम् अच्वर्णः आकारः वर्तते इति कृत्वा सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः पूर्वरूपादेशः भवति. इ योगः आ, केवलम् इ एव अवशिष्यते, तर्हि द्वयोः स्थाने पूर्वरूपादेशः इ इति आदेशः, अतः ज योगः इ जि इति भवति. अस्तु अस्तु, तर्हि इदानीम् अत्र अत्र ज्या इति धातुः वस्तुतः इदानीं तत्र किं विजया भगिनी वदति वा, तत्र ज्या इति धातुः पुवादिगणे अपि अस्ति, अत्र सम्प्रसारणसूत्रमपि अस्ति, ज्यायोगः श्ना इति स्थितौ किं सूत्रं प्रथमतया कार्यं करोति? पुवादीनां ह्रस्वः इत्यनेन इत्यस्य प्रथमतया कार्यं भवति वा अथवा सम्प्रसारणकार्यं प्रथमतया भवति? यदा सम्प्रसारणकार्यं भवति तदानीं तत्र पुवादीनां ह्रस्वः इत्यस्य अवसरः एव न भवति खलु. तर्हि किं कार्यं करोति प्रथमतया? प्रथमतया अत्र सम्प्रसारणाच एतत्तु पूर्वसूत्रमस्ति, पुवादीनां ह्रस्वः तु परसूत्रमस्ति, अतः पूर्वसूत्रात् परसूत्रम् असिद्धं भवति. सम्प्रसारणाच इत्यनेन एव अत्र सम्प्रसारणाच इति सूत्रं विषय सूत्रस्य विषयम् अहं न पृच्छामि. न न न न ग्रहीज सम्प्रसारणविधायकसूत्रं ग्रहीज इति सूत्रं, ज्या इति स्थितौ ग्रहीज इति सूत्रेण सम्प्रसारणकार्यं भवितुम् अर्हति, अथवा तत्र पुवादीनां ह्रस्वः इत्यनेन तत्र स्वरस्य दीर्घत्वं भवितुम् अर्हति. यदा सम्प्रसारणं भवति तत्पश्चात् सम्प्रसारणच्च इति सूत्रस्य कार्यं भवति खलु. आम् महोदय, इति त्रीणि सूत्राणि सन्ति, तर्हि क्रमः कः? इदानीम् अत्र ज्या इति धातुः अत्र इज्य य आ इति अस्ति, तत्र ग्रहिजा व्यधि इति सूत्रेण प्रथमं कार्यं भवति. किमर्थं चेत् एतत्तु पूर्वसूत्रमस्ति, अनन्तरम् अत्र स्वादिनं पूर्वसूत्रं पूर्वसूत्रमस्ति चेत् प्रथमतया भवति इति केन आधारेण वदति? परसूत्रमेव प्रथमतया भवति खलु सामान्यतया, परसूत्रस्य फलम् इति वयं वदामः. पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रात् परसूत्रं बलवत् भवति इति. अत्र त्रिपाद्याम् अस्ति वा सूत्रम्? नास्ति, सपाद्यामेव अस्ति. तर्हि पूर्वसूत्रं बलवत् इति कथं वदति? अत्र कार्यमत्र ग्रहीजा इत्यनेन सम्प्रसारणाच्च सम्प्रसारणं भवति एव प्रथमम् इति भवति एव इति इति ज्ञायते, इति ज्ञायते. तत् कथम् इति तावदेव प्रश्नः. तत्र बलाबलस्य चिन्तनं कथं? तत्र अग्रे यद्वाक्यमस्ति तत् पठतु. सम्प्रसारणं तस्य आश्रयं च कार्यं, सम्प्रसारणं तत् आश्रयं च कार्यं बलवति इति परिभाषायाः बलेन प्रथमं सम्प्रसारणकार्यं तद् आश्रयं च कार्यं भवति. अतः ग्रहीजा इत्यनेन सम्प्रसारणकार्यं प्रथमं भवति, अनन्तरं तद् सम्बद्धं कार्यं सम्प्रसारणाच्च, अनन्तरं हलः च इति भवति. तद् पश्चात् एव स्वादीनां ह्रस्वः इति स्थितिपरे स्वादीनां ह्रस्वत्वं भवति इति. अतः तत्र क्रमेण प्रथमं ग्रहीजा इति सूत्रं कार्यं करोति, अनन्तरम् अत्र सम्प्रसारणाच्च इत्यनेन अनः अलग इति दीर्घत्वं भवति. अनन्तरं प्रथम पुनरपि अत्र पुवादीनां ह्रस्वः इत्यनेन ह्रस्वः भवति. अतः क्रमेण अत्र दत्तं महोदय, किं प्रथमं बलवत् भवति इति, पूर्वसूत्रात् परसूत्रं बलवत् इति अत्र. इत्युक्ते सामान्यतया वयं पश्यामः चेत् तत्र ग्रहीज्या वै यदि वृष्टि इति सूत्रं पूर्वम् अस्ति, तदनन्तरं तत्र पवादीनां ह्रस्वः इति सूत्रं तु अनन्तरमस्ति इति परसूत्रम् अस्ति. सामान्यतया पवादीनां ह्रस्वः इत्यनेन सम्प्रसारणविधायकसूत्रस्य कार्यम् अन्यत्रापि अस्ति. या धातोः अन्यत्र तप्रत्ययः अस्ति चेदपि तत्र सम्प्रसारणकार्यं भवितुमर्हति, अतः तस्य अन्यत्र लब्धावकाशः अस्ति. पुवादीनाम् इत्यस्यापि अन्यत्र लब्धावकाशः अस्ति. अन्यत्र कुत्र अस्ति पुवादीनां ह्रस्वः इत्यस्य अवकाशः? अन्यत्र अस्ति वा? अन्यत्र तु तस्य अवकाशः नास्ति, कुत्रापि नास्ति अवकाशः. इति कृत्वा पुवादीनां ह्रस्वः इति पवादीनां ह्रस्वः स्थाने एव भवति तावदेव. पवादीनां ह्रस्वः तत्र ज्या इति धातुः अस्ति वा पवादीनां ह्रस्वः इत्यत्र? ज्या इति धातुः एव नास्ति खलु? आम् नास्ति एव, अस्ति एव, अस्ति महोदय. अत्र पूयिङ्ग् लूयिङ्ग् डूयिङ्ग् ज्या इति अस्ति पवादीनां ह्रस्वः. ओ ज्या अस्ति अस्ति, आमां ज्या इति अस्ति. अतः तर्हि ज्या इति तत्र क्षितिपरे, अत्र क्षितिपरे ज्या इति धातुः अस्मिन्नेव गणे अस्ति खलु? ज्या धातुः आम् अस्ति, ज्या धातुः क्रियादिगणे एव अस्ति. अतः क्षितिपरे तु अत्र एव अवसरः अस्ति, क्षितिपरे तु अत्र अवसरः अस्ति, अथवा नो चेत् शत्रुप्रत्ययः शानच्प्रत्ययः तत्र अवसरः अस्ति. इत्युक्ते तत्र त्रिषु स्थलेषु भवति इति चेत् कुत्रापि अत्र क्षित्प्रत्यये परे सर्वत्र सम्प्रसारणकार्यं भवति चेत् अस्य सूत्रस्य अवकाशः न भवति. तर्हि पवादीनां ह्रस्वः इति सूत्रस्य कार्यम् अपवादरूपेण एव स्यात् खलु? अपवादरूपेण पवादीनां ह्रस्वः इत्यनेन स्वरस्य ह्रस्वत्वं स्यात् खलु? बलवत् भवति. तर्हि आकारस्य ह्रस्वत्वं भवति, अतः ज यु अ इति भवति वादीनां ह्रस्वः इत्यनेन. तत्पश्चात् अत्र सम्प्रसारणकार्यं भवितुमर्हति खलु? तत्पश्चात् सम्प्रसारणकार्यम् इदानीमपि यण् वर्णः अस्ति तस्य स्थाने इगादेशः भवितुम् अर्हति अनन्तरं सम्प्रसारणच्च इति सूत्रम् इत्युक्ते अत्र पश्यन्तु अत्र चिन्तनीयम् इत्युक्ते भवादीनां ह्रस्वः इति सूत्रं तु अपवादसूत्रम् अस्ति अतः तस्य कार्यं स्यात् अतः आकारस्य ह्रस्वादेशः स्यात् ह्रस्व अकारः भवति ज जकारः यकारः ह्रस्वकारः इदानीं सम्प्रसारणकार्यं ग्रहीज्या इति सूत्रेण सम्प्रसारणकार्यं सप्रसारणाच्च इति सूत्रेण तत्र पूर्वरूपादेशः इति भवति पूर्वरूपादेशः भवति तर्हि जि इति रूपं लभ्यते इदानीं तत्र इतोपि एकम् अन्यत् सूत्रमस्ति हलः इति सूत्रमस्ति हलः इति सूत्रेण तत्र ह्रस्वस्य दीर्घादेशः भवति जकार उत्तरवर्ति ईकारस्य स्थाने दीर्घ इकारादेशः भवति तर्हि तत्र तादृशकार्यं हलः इत्यनेन दीर्घादेशः भवति पुनरपि अत्र पुवादीनां ह्रस्वः इत्यनेन ह्रस्वतं भूत्वा जिना इति पुनः पवादिनं ह्रस्व इत्यस्य किमर्थं भवति एकवारं किमर्थं दीर्घादेशः यदि ह्रस्वत्वमेव प्राप्तव्यं तर्हि किमर्थं दीर्घादेशः करणीयः मम चिन्तनं पूर्वमेव आसीत् महोदय एतत् विषये एव तत्रैव भवति इति न दत्तवन्तः प्रथमं ह्रस्वः एव भवति जिना इति अनन्तरं हलः इति सूत्रेण दीर्घत्वं भूत्वा पुनरपि अत्र पवादीनां ह्रस्वः इत्यनेन ह्रस्वत्वम् किमर्थम् अत्र कार्यं द्विवारं भवति इति मम प्रश्नः अपि आसीत् पूर्वमेव अस्तु समीचीनं तर्हि इदानीं किञ्चित् हलः इति सूत्रमेकवारं दृष्ट्वा वयम् अग्रे पश्यामः तर्हि लक्ष्मीभगिनी पठति वा हलः इति सूत्रम् आं भगिनि पठामि तत्र ततः अग्रे एकं कार्यमस्ति तदपि पठित्वा हलः इति सूत्रं पठतु अत्र यः इकारः तत् तद्वा न प्रत्ययः षित् अपि च पित् अस्तु अस्तु न प्रत्ययः षित् अपि च पित् भिन्नत्वात् निध्वत् सर्वधातुकम् अपित् इत्यनेन भवति ग्रहीज्या इति सूत्रे इत्यनेन ज्या निति सम्प्रसारणं च भवति अतः ज्या योगना सम्प्रसारणं जि योगना हलः इति सूत्रेण सम्प्रसारणस्य दीर्घत्वं जि योगना पादीनां ह्रस्वः इत्यनेन क्षितिपरे पादीनां ह्रस्वत्वं जि योगना जिना अत्र ज्या इति विशिष्टधातुः ज्या इत्यस्य सम्प्रसारणकार्यमपि भवति पादिगणे अन्तर्भूतक इति कारणात् ह्रस्वत्वमपि विधीयते तर्हि अत्र क्रमः कथं भवति इति अत्र प्रदर्शितमस्ति तर्हि ज्या इति क्रियादिगणीयः धातुः स्नाप्रत्ययः विकर्णप्रत्ययः विधीयते तर्हि स्थितिः अस्ति ज्या योग स्ना तत्र सम्प्रसारणकार्यं प्रथमं स्यात् सम्प्रसारणेन ज्या इत्यस्य यकारस्य स्थाने इकारादेशः भूत्वा जि योग इ योगना तत्र आकारः यकारात् परं यः आकारः विद्यते तस्य पूर्वपरयोः पूर्वारूपादेशः सम्प्रसारणाच्च इति सूत्रेण भूत्वा केवलं जि इति एव तिष्ठति जि योगना इत्यत्र हलः इति नूतनसूत्रं प्रवर्तते अनेन सूत्रेण जि इत्यस्य इकारस्य दीर्घत्वं स्यात् तर्हि रूपं भवति जि इति दीर्घः जि योगना इति स्थितौ अत्र पादिगणः पादिगणीयः धातुः इति कारणात् पादीनां ह्रस्वः इति सूत्रं प्रवर्तते अपि च ह्रस्वत्वम् अपि प्राप्यते तर्हि जि इत्यस्य पुनः जि इति ह्रस्वत्वं भूत्वा जिना इति अन्तिमरूपं भवति अन्तिम अङ्गं जिना इति भवति इति अत्र प्रदर्शितमस्ति अग्रे हलः इति सूत्रं किं वदति इति अत्र उक्तम् अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णकः अस्ति वर्णः अस्ति अलोङ्क्यस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः द्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं फलः सम्प्रसारणस्य अङ्गस्य दीर्घः तर्हि ज्या इति जियोग न इति स्थितौ हलः इति सूत्रस्य प्रवर्तनं स्यात् हलः इति सूत्रस्य अर्थः अत्र उच्यते अत्र वदति अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति इत्युक्ते अत्र हल् वर्णः अङ्गस्य अवयवः अस्ति कश्चन अङ्गमस्ति तस्य अवयवः हल् वर्णः अस्ति तस्मात् परे सम्प्रसारणसंज्ञकः अस्ति अपि च सः सम्प्रसारणवर्णः अङ्गस्य अन्ते वर्तते तर्हि तत्र सम्प्रसारणवर्णकस्य दीर्घत्वं भवति इति इदं सूत्रं वदति तर्हि अत्र ज्या इति यः मूलधातुः सम्प्रसारणं भूत्वा जि इति यथा भवति जि इति अङ्गस्य हल् वर्णः जकारः अस्ति ततः पूर्वं यः विद्यमानः इकारः सः सम्प्रसारणवर्णकः अस्ति इग्यणो सम्प्रसारणम् इत्यस्मात् यः ईक् वर्णः अत्र उपस्थितः सः सम्प्रसारणसंज्ञकः अस्ति तादृश अपि च जि इति अङ्गे सम्प्रसारणवर्णः अन्तिमवर्णः अपि अस्ति तादृशसन्दर्भे तादृशवर्णस्य अन्तिमसम्प्रसारणसंज्ञकस्य दीर्घत्वं भवति इति हलः इति सूत्रं वदति अनेन सूत्रेण जि इत्यस्य जि इति ईकारः जकारोत्तरवर्ति ईकारस्य दीर्घत्वम् अनेन सूत्रेण भवति सूत्र अनुवृत्तिसहितसूत्रमस्ति फलः सम्प्रसारणस्य अङ्गस्य दीर्घः तर्हि कश्चन किञ्चन अङ्गम् अङ्गे हल्वर्णः हल्वर्णात् परं सम्प्रसारणसंज्ञकः अपि च सः सम्प्रसारणसंज्ञकः अन्तिमवर्णः अपि स्यात् तादृश अङ्गस्य अन्तिमवर्णस्य सम्प्रसारणसंज्ञकस्य दीर्घत्वम् अनेन सूत्रेण भवति इति इदं सूत्रं वदति भगिनि आमां सम्यक् समीचीनं तर्हि हलः इति सूत्रं सरलरीत्या वयं चिन्तयामः चेत् तत्र अङ्गं भवेत् तत्र अङ्गे हल् वर्णः एकः हल् वर्णः भवेत् तस्य अनन्तरं सम्प्रसारणसंज्ञकः वर्णः भवेत् तर्हि इत्युक्ते इक् वर्णः भवेत् यः वर्णः अङ्गस्य अन्ते अस्ति अत्र जि इत्यत्र जकारः हल् वर्णः तस्य अनन्तरम् इकारः सम्प्रसारणेन तस्य कार्यं जातम् इति कृत्वा तत्र दीर्घत्वं तत्र दीर्घत्वं भवति आं समीचीनं क्षम्यतां तत्र अङ्गस्य अन्ते यः सम्प्रसारणसंज्ञकः वर्णः पूर्वं हल् वर्णः तादृश अङ्गान्तस्य यत् सम्प्रसारणसंज्ञकवर्णः तस्य दीर्घादेशः भवति इति हलः इति सूत्रम् इति सूत्रेण उच्यते तर्हि इदानीम् अत्र भगिनी भवतेव प्रतिपादयतु ज्या इति प्रसङ्गे तत्र बलाबलचिन्तनं भवत्येव करोतु तर्हि यथा तत्र यथा इदानीम् उक्तं तत्र पवादीनां ह्रस्वः इति अपवादसूत्रम् अस्ति, अपवादभूतसूत्रम् अस्ति इति कृत्वा प्रथमतया भवेत् इति यदुक्तं, परन्तु सम्प्रसारणकार्यस्य अनन्तरमपि तस्य कार्यं भवितुम् अर्हति खलु? यथा अत्र प्रदर्शितं हलः इति सूत्रानन्तरं अपवादीनां ह्रस्वः इत्यस्य प्रसङ्गः भवति, अतः अपवादत्वात् प्रथमम् एव भवेत् इति नास्ति, वस्तुतः तत् अपवादः नास्ति, नित्यसूत्रमस्ति वस्तुतः खलु, नित्यसूत्रमस्ति, अतः नित्यसूत्रमिति कृत्वा अनन्तरमपि भवितुमर्हति खलु? अतः कथम् अत्र बलाबलचिन्तनं किञ्चित् प्रतिपादयतु. इत्युक्ते अत्र हलः अपि च पादीनः ह्रस्वः इत्यनयोः वा दीर्घत्वम् अपि च ह्रस्वत्वम् इत्युक्ते दीर्घत्वं ह्रस्वत्वम् अपि च सम्प्रसारणम् इति त्रीणि सूत्राणि सन्ति खलु, सम्प्रसारणं दीर्घत्वं ह्रस्वत्वम् इति त्रीणि सूत्राणि, तत्र किं कथं तत्र निर्णयः किं प्रथमं भवति इति. अत्र ज्यायोग न इत्यत्र सम्प्रसारणमिति इति किम् अत्र परिभाषा अस्ति खलु, सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति परिभाषया इदं सूत्रं प्रथमं कुर्यात्. तर्हि अत्र ज्या अत्र सम्प्रसारणं भवति चेदेव अग्रिमकार्यमपि भवितुमर्हति दीर्घत्वं वा ह्रस्वत्वं वा इति. आक्चुलि ज्या इत्यत्रापि दीर्घः अस्ति, क्षम्यता, हा न तत्र दीर्घः एव अस्ति, अतः अत्र हलः इत्यस्य प्रसक्तिः नास्ति. सम्प्रसारणकार्यं विधिः अस्ति, तदाश्रयं कार्यं पूर्वं स्यात् इति अनेन परिभाषया ज्ञायते, अतः अत्र ज्या इत्यत्र प्रथमं गृहिज्य वै व्यथि पुनः किमर्थं गृहिज्य वै प्रथमं पुनः वदतु. सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति परिभाषा अनेन बलेन परिभाषा खलु, अनेन बलेन इदं सू इदं परिभाषा इयं परिभाषा प्रथमं कार्यं करोति. तर्हि इदं सूत्रं प्रथमं कार्यं कुर्यात् इति परिभाषा नास्ति चेत् तदानीं अस्माकं संशयः भवति किं सूत्रं प्रथमं भवति किं न भवति इति. तत्र परिभाषायाः बलेन ग्रहीजा वै इति अपि प्रथमं कार्यं करोति, सम्प्रसारण च इति प्रथमं कार्यं करोति, हलः इत्यपि कार्यं करोति, यतोहि हलः इति सूत्रं सम्प्रसारणम् आश्रित्य अस्ति खलु. आम्, हलः इति सत्यं सम्प्रसारण वर्णकः यस्य अङ्गस्य अन्ते अस्ति तत्रैव दीर्घत्वं भवति, अतः हलः इति सूत्रं सम्प्रसारणम् आश्रित्य एव भवति. अतः अपि अत्र ग्रहिज्य वै व्यति वष्टिविचति वृच्छति पृच्छति बृजतीनां निति च इति सूत्रं प्रथमं कार्यं कुर्यात्. नो चेत् अत्र वयं चिन्तयितुं शक्नुमः पवादीनां ह्रस्वः इति परसूत्रम् अति कृत्वा तस्य कार्यं प्रथमं भवेत् इति वयं चिन्तयितुं शक्नुमः खलु. हलः इति सूत्रं तु सम्प्रसारणकार्यं भवति चेदेव, इत्युक्ते वस्तुतः अत्र साक्षात् सम्प्रसारणकार्यम् अपि च पवादीनां ह्रस्वः, अनयोः कः सम्बन्धः इत्येव प्रश्नः. तर्हि द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति, तर्हि तत्र परत्वात् नित्यत्वात् पवादीनां ह्रस्वः ग्रहीजा इति सूत्रमपि नित्यमस्ति, पवादीनां ह्रस्व इत्यस्य अनन्तरमपि ग्रहीजा इति कार्यं कर्तुमर्हति. तर्हि तत्र परत्वात् पवादीनां ह्रस्वः इत्यस्य प्रथमतया कार्यं स्यात्, परन्तु अत्र परिभाषायाः बलेन सम्प्रसारणकार्यं प्रथमतया भवति खलु. सत्यं, ज्या इत्यत्र दीर्घः अस्ति, अनेन पवादीनां ह्रस्वः इत्यस्य प्रसक्तिः अस्ति, किन्तु अनया परिभाषायाः बलेन एव सम्प्रसारणकार्यं प्रथमं स्यात्, सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति परिभाषा, अनया परिभाषया सम्प्रसारणकार्यं प्रथमं भवति. तर्हि इदानीम् इकारः वर्तते जि इति भवति चेत् अत्र उपाधीनां ह्रस्वः इत्यस्य इदानीं प्रायः प्रसक्तिः नास्ति, यतोहि अत्र ह्रस्वत्वमेव अस्ति, तथापि पर्जन्यवत् कार्यं स्यात्, तथापि अत्र सम्प्रसारणकार्यम् आश्रित्य हलः इति सूत्रं प्रवर्तते इति कारणात् अस्य सूत्रस्य बलमेव अधिकं स्यात्। सम्प्रसारण सम्प्रसारणान्त अङ्कस्य एव दीर्घत्वं भवति इति हलः इति सूत्रं वदति इति कारणात् हलः इति सूत्रस्य अधिकं बलम् इति वक्तुं शक्नुमः। तर्हि इदं सूत्रं द्वितीयं प्रवर्तते सम्प्रसारणात् च इति सूत्रस्य अनन्तरं, यतो हि अत्र पूर्वपरयोः पूर्वरूपादेशः भवति जीयोग आ इत्यत्र अकारः इकार अकारयोः अकारः इकारः एव तिष्ठति। जीयोगाश्न इत्यत्र हलः सूत्रेण इकारस्य दीर्घत्वं, यतोहि सम्प्रसारणान्त अङ्गमस्ति, दीर्घत्वं भूत्वा जी इति यथा भवति तत्र पुनः पादीनां ह्रस्वः इति सूत्रेण क्षितिपरे षित् परे अस्ति इति कारणात् जी इत्यस्य ह्रस्वत्वं भूत्वा इकारः भूत्वा पुनः जी इति भवति। सम्यक् इति अत्र समीचीनं भगिनि। इति अत्र सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इति केवलम् अस्मिन् प्रसङ्गे इति न, यत्र कुत्रापि वयं पश्यामः चेत् सम्प्रसारणकार्यमेव प्रथमतया भवति। अतः यदा धातुः अस्ति, धातोः परः प्रत्ययः अस्ति, प्रत्ययः कित् नित् प्रत्ययः वर्तते, तदानीं सम्प्रसारणकार्यं प्रथमतया भवति, चिन्तनमेव नास्ति, बलबलस्य चिन्तनमेव न कुर्मः। इत्युक्ते सामान्यतया वयं चिन्तयामः ओ सम्प्रसारणकार्यं तु अङ्गकार्यं नास्ति, अङ्गाधिकारे नास्ति, यतोहि गृहीज्य इति सूत्रं वयं पश्यामः चेत् तत्तु अङ्गाधिकारे नास्ति, 6-1 इति अस्ति, सम्प्रसारणाच इति 6-1 इति अस्ति, हलः हलः इति एकमेव कार्यम् अङ्गकार्यम् अस्ति, तत्तु सम्प्रसारणमाश्रित्य अस्ति। यदि सम्प्रसारणकार्यम् अङ्गकार्यं नास्ति इति वयं वदामः तर्हि कथं हलः इति प्रवर्तयितुं शक्नुमः? हलः इत्यपि अन्ते एव भवति, परन्तु तथापि हल सम्प्रसारणकार्यम् इति प्रथमतया क्रियते, यतोहि अत्र बलवत् अस्ति, परिभाषायाः बलेन बलवत् अस्ति इति कृत्वा प्रथमतया अत्र क्रियते। यदि सम्प्रसारणकार्यं प्रथमतया न क्रियते तर्हि कुत्रचित् दोषः भवति, क्रमस्य विषये दोषः भवति, अत्र तु नास्ति परन्तु अन्यत्र दोषः भवितुम् अर्हति। अस्तु तर्हि अस्तु तर्हि इदानीं तत्र हलः इति सूत्रस्य अनन्तरं यदस्ति तद् उमाभगिनी पठति वा? पठामि भगिनि, श्रूयते वा? आमां श्रूयते, किञ्चित् उच्चैः वदतु। अत्र यः इकारः दीर्घः जातः जी दीर्घः भवति, सः पुनः ह्रस्वः अभवत् जी जि, तर्हि दीर्घत्वस्य फलं किम्? यत्र परो यः प्रत्ययः अस्ति सः षित् नास्ति, तत्र स्वादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति, अतः दीर्घत्वं तिष्ठति एव। यथा त प्रत्ययः ज्या योगः त गृहि ज्या इत्यनेन ज्या निति सम्प्रसारणं, जि योगः त हलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं जि योगः त। द्वादिभ्यः इत्यनेन सकारस्य स्थाने नकारः जीतजीनः, यथा इकारः दीर्घः जातः जी बिकम् जी, पुनः ह्रस्वः अभवत् जी बिकम् जि, तर्हि दीर्घत्वस्य फलं किम्? दट् मीन्स् एक्स्प्लेन् अत्र उच्यते परो प्रत्ययः अस्ति सः चित् नास्ति, ओके, बिकास् नो दिस् इस् वेर् ओके जनसन्धि ओके परम् अस्ति सः स्थित् भवति अस्ति चेत् दीर्घत्वम् अस्ति पुनः ह्रस्वः भवति यत्र स्थित् नास्ति तत्र प्रागेण ह्रस्वः सूत्रं न कार्यं करोति दीर्घत्वं तिष्ठति सुप्रादिवायुनभस्वः इति न कार्यं करोति तस्मात् दीर्घत्वं तिष्ठति अत एव व्यायोगः सप्रत्ययः नास्ति सप्रत्ययः नास्ति गृही व्या इत्यनेन व्यामिति सम्प्रसारणं जीयोगः स फलः इत्यनेन सम्प्रसारणस्य दीर्घत्वम् ओके अत्र जी सः वादिभ्यः इत्यनेन सकारस्य स्थाने नकारः ओके दट् इस् सन्धि सो ग्रहीव्या व्या इति सम्प्रसारणं सो जी योगः स प्रत्ययः शिप् नास्ति सो फलः इत्यनेन सम्प्रसारणं दीर्घत्वं तिष्ठति अस्ति सो जी योगः स्तः जीतः अधिकं जीनः सस्थाने नः सम्यक् भगिनि समीचीनम् इत्युक्ते यथा अस्माकं प्रश्नः आसीत् यदि हलः इत्यनेन दीर्घत्वं क्रियते तर्हि पुनः तस्य ह्रस्वत्वं क्रियते चेत् हलः इत्यस्य किं प्रयोजनम् इति चेत् सर्वत्र हलः इति सूत्रं यत्र कुत्रापि सम्प्रसारणमस्ति तत्र कार्यं भवति परन्तु पवादीनां ह्रस्वः इति तत्रैव कार्यं करोति यत्र षित् प्रत्ययः परः अस्ति इति कृत्वा तत्र पवादीनां ह्रस्वः इत्यस्य प्रयोजनम् अपि लभ्यते हलः इत्यस्य प्रयोजनमपि लभ्यते अस्तु तर्हि प्लवादिभ्यः इति सूत्रं प्रसङ्गप्राप्तम् इति कृत्वा अत्र दत्तमस्ति वस्तुतः तप्रत्ययस्य विषये अस्ति तत् सूत्रम् अस्तु तर्हि शोभा भगिनी पठति वा अग्रे प्लवादिभ्यः आं भगिनि प्लवादिभ्यः इति सूत्रं ल्वादिभ्यः ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठाप्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति निष्ठासंज्ञकप्रत्ययद्वयं भवति तप्रत्ययः तवतु प्रत्ययः च ल्वादिगणे एकविंशतिः धातवः सन्ति यथा लू छेदने लू यो इति अस्तु लू योगः त लू योगः त लू योगः न लून तेन लूनः कर्तितः इत्यर्थे त्वा तवतौ लूनवान् अस्तु तद् इदानीं ल्वादिभ्यः इति सूत्रं तत्र ल्वादिगणः इति अपि अस्ति यत् तस्मिन् अन्तर्भूताः धातवः तेभ्यः निष्ठाप्रत्यये परे तत्र के धातवः सन्ति तस्मिन् गणे इति न दत्तं किन्तु अस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठाप्रत्यये परे यथा तत्र ता वा तवतु वा यदा भवति तदा निष्ठाघटितस्य तकारस्य निष्ठा प्रत्ययेन प्राप्तः तकारः तस्य नकारादेशः भवति निष्ठासंज्ञप्रत्ययद्वयं तत्र ता तवतु निष्ठा इति जानीमः तयोः निष्ठा इति संज्ञा भवति वादिगणे तत्र एकविंशति धातवः सन्ति तत्र सर्वत्र एतत् कार्यं भवति तत्र उदाहरणरूपेण लून् इति छेदने इति अर्थे स्वीकृतं तर्हि तत्र नकारस्य लोपः हलन्तस्य इत्यनेन इत् तदनन्तरं लोपः लू योगः ता इति तिष्ठति तत्र ककारस्य कित् भवति लू योगः ता एव णिद्वत् अतः तत्र किं गुणः न भवति अपि च तत्र दीर्घ उकारः एव गुणः न भवति एव, ह्रस्व इत् अस्ति चेदेव भवति. इदानीं लु योगः ता इत्यत्र ल्वादिभ्यः इति सूत्रेण निष्ठा घटितस्य तकारः अस्ति तस्य स्थाने नकारादेशः भवति, अतः लु योगः न लूना इति प्रातिपदिकं लूनः इति ता प्रत्ययान्तरूपं, तव तु प्रत्ययं योजयामः चेत् लूनवान् इति भवति. अन्यत् उदाहरणं भवति ध्वादौ ह्वे इति धातुः, लटि तत्र ह्वे योगः श्रप् इति स्थित्यां ह्वया योगः ति, तत्र श्रप् इत्यनेन ह्वे इति एकारस्य गुणः भवति अयादेशः, अतः ह्वै इति भवति. शप् शपः अकारस्य योजनेन ह्वया इति, इदानीं तिप् प्रत्ययस्य योजनं ह्वया योगः ति ह्वयति इति रूपम्. आ उपसर्गपूर्वकः ह्वे लटि च आह्वयति, तत्र सामान्यतया वयम् आह्वयति इति पश्यामः, आ उपसर्गयोजित युक्तः युक्तं रूपम् आह्वयति इति. ता प्रत्यये परे अस्तु, अग्रे अपि अस्ति, पठनीयं वा भगिनी ता प्रत्यये परे इति? आमां पठतु. इदानीं ता प्रत्यये परे ह्वे इति धातोः कार्यं कथं भवति इति, ह्वे योगः क्ता, तत्र वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं हू योगः ए योगः ता सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः हू योगः ता हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घत्वं हूत हूतः आ उपसर्गपूर्वकरूपम् आहूत ता तवतौ पुंसि आहूतवान्. इदानीं ह्वे इति धातुं स्वीकृत्य तत्र ता प्रत्ययान्तरूपं प्राप्नुयामः चेत् प्रथमं तत्र वकारः ह्वे इत्यस्य अन्ते हकारः वकारः एकारः अस्ति. वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं भवति, तत्र वकारस्य उकारः हकारः वकारः एकारः वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणं वचि अस्तु तत्र वच् स्वपि यजादीनां तत्र ह्वे इति धातुः अपि अस्ति, ह्वे इति धातुः अपि अस्ति अस्तु अस्तु ह्वे इति अस्ति. तर्हि सम्प्रसारणं तत्र दर्शितं वकारस्य उकारः अस्तु, तत्र हकारः योगः वकारः योगः एकारः वकारस्य सम्प्रसारणकार्यं भूत्वा उकारः भवति हू इति भवति. इदानीं हू योगः ए योगः ता तत्र सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः, अतः तत्र उकार एकारयोः पूर्वरूप आदेशः भूत्वा केवलं हू इति तिष्ठति, हू योगः ता. इदानीं तत्र हलः इत्यनेन पूर्वं दृष्टवन्तः तत्र प्रथमं सम्प्रसारणं भवति, सम्प्रसारणं तदाश्रयं च कार्यं बलवत् इत्यनेन सम्प्रसारणं प्रथमं भवति एव, अतः सम्प्रसारणं कार्यम् अत्र अभवत्, तदनन्तरं हलः इति सूत्रं तदाश्रितम् अस्ति इति कृत्वा सम्प्रसारणकार्यम् आश्रितम्, अतः हलः इति आगच्छति, तस्य कार्यमपि भवेत्, अतः तत्र हलः इत्यनेन किं तत्र अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घत्वम्, अतः तत्र यथा पूर्वं दृष्टं हु इत्यस्य उकारस्य दीर्घत्वं भवति हूता इति भवति हूता इत्यत्र तदेव प्रातिपदिकं हूतः इति तान्तपदं पुंलिङ्गे आ इत्यस्य उपसर्गस्य योजनेन आहूता इति प्रातिपदिकं तवतु प्रत्ययन्तरूपं भवति पुंसि आहूतवान् इति तत्र हलः इत्यस्मात् पूर्वं तत्र प्वादीनाम् इति भवति ह्रस्वः इति दृष्टवन्तः तत्र तस्य प्रसक्तिः नास्ति हूतवान् इति दीर्घ उकारः एव तिष्ठति यत्र तत्र ल्वादिभ्यः ल्वादि अन्तर्गणीयधातूनां कृते अयं कार्यं सर्वत्र भवति समीचीनम् समीचीनं वस्तुतः वचिस्वपि अजादीनां किति इति सूत्रं किति प्रत्यये परे एव भवति अतः सार्वधातुकप्रक्रियां कुत्रापि अस्य सूत्रस्य प्रसङ्गः नास्ति सत्यं सम्प्रसारणकार्यं केवलम् आर्धधातुकप्रत्यये परे एव यत्र कित्त्वं भवति तत्र एव भवति परन्तु केवलम् अत्र अवगमनार्थं किञ्चित् अवगमनार्थं प्रसङ्गप्राप्तम् इति उक्तं वस्तुतः अत्र अस्य सूत्र अनयोः सूत्रयोः आवश्यकता नास्ति प्लवादिभ्यः वचिस्वपादि वचिस्वपि अजादीनां किति इत्यस्य आवश्यकता नास्ति परन्तु अत्र दत्तमस्ति इति कृत्वा एकवारं पठामः तत्र किम् अनिमा भगिनी अग्रे पठति वा वचिस्वपि अजादीनां किति आं भगिनि श्रूयते किल आं श्रूयते वचिस्वपि यजादीनां किति वच स्वप यज वप वह वस वद वेन् ह्वेन् श्वि व्येन् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे यज आदिः यजादिर्येषां ते यजादयः वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतरद्वन्द्वो वचिस्वपि यजादयः तेषां वचिस्वपि यजादीनां वचिस्वपि यजादीनां षष्ठ्यन्तं किति सप्तम्यन्तं द्विपदमिदं सूत्रम् श्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति इति तत्र वच् धातुः दत्तमस्ति स्वप धातुः दत्तम् अस्ति अनन्तरं यजादि इति गणः अस्ति तन्मध्ये यज वप वह वस वद वेन् ह्वेन् श्वि व्येन् इति इत्यादयः धातवः सन्ति तेषां सर्वेषां सम्प्रसारणं भवति कदा इत्युक्ते किति प्रत्ययपरे एव इदानीं यजादिरेषाम् इति यजादयः तेषां यजादीनां वचिस्वपि यजादीनाम् इति भवति तत्र वचिस्वपि यजादि एतेषाम् इतरेतरद्वन्द्वः कृतः अस्ति अतः वचिस्वपि यजादयः तेषां षष्ट्यां षष्टिविभक्त्यां वचिस्वपि यजादीनां तत्र किति परे इत्युक्ते परनिमित्तकं सप्तम्यन्तं किति इति अस्ति तत्परे एव सम्प्रसारणं भवति इति समीचीनं भगिनि इति अत्र केवलं परिगणितानां धातूनां ग्रहीज्य वै वदि व्ययि वदि वष्टि विचति वृच्छति पृच्छति बृजतीनाम् इति सूत्रम् अपि च इदं सूत्रं वचिस्वपि यजादीनाम् इति पश्यामः चेत् उभयत्र परिगणितानां धातूनां सम्प्रसारणकार्यं भवति वचिस्वपि यजादीनां किति इत्यत्र केवलं किति परे एव भवति ग्रहीज्यावयि इति सूत्रं तु किति निति इत्यस्ति अतः सार्वधातुकप्रक्रियायामपि भवति आर्धधातुकप्रक्रियायामपि भवति सार्वधातुकप्रक्रियायां तत् तदेव केवलं प्रधानतया एकमेव सूत्रं ग्रहीज्या इति सूत्रम् अस्तु तर्हि इदानीं हलः इत्यत्र किं धन्यवादः विजया भगिनी पठति वा धन्यवादः भगिनि विजया भगिनी पठतु आं महोदय विजयलक्ष्मी भगिनी भवती आगतवती वा अस्तु वदतु प्रायेण श्रूयते एकनिमिषं महोदय आ पठितवती वा विजयलक्ष्मी भगिनी? आमां विजय भगिनी वदतु, इदानीं श्रूयते वा भगिनि? श्रूयते. किं कृतवती म्याजिक्? आन्लैन् freeconference.com आप् उपयोगं कृत्वा आगतवती. तदेव करोतु, सम्यक् अस्ति आप्. अस्तु. एतावता आप् न स्वीकृतवती वा? न, परन्तु आप् अत्र वेब् वर्जन् एव उपयोगं कृतवती आसम् इदानीमपि. आप् डौन्लोड् न भवति एव. किमर्थम् आप् डौन्लोड् न भवति? आप् तु सेल्फोन् मध्ये आप् डौन्लोड् कर्तुं शक्नुमः. पश्यतु, सेल्फोन् मध्ये कक्षा कर्तुं न इच्छामि भगिनि, किमपि न दृश्यते. अत्र दर्शनं किमपि नास्ति खलु, केवलं श्रवणमेव खलु? हा, परन्तु शनिवासरे तु बहु क्लेशः अभवत्. शनिवासरे अपि किमपि न श्रुतवती. पश्यामि अहं, न जाने किं कर्तुं शक्नोमि इति. कम्प्यूटर् असिस्टेण्ट् यः अस्ति तं पृच्छामि. अस्तु अस्तु, तर्हि अस्तु भगिनि, समीचीनं. विजयभगिनी पठतु. विजयभगिनी अस्ति वा? आम् आं महोदय, कृपया पठतु. अत्र सम्प्रसारणं ग्रह धातुः तस्मात् गृहे अलः इति अलः अलः इति सा पठितवती खलु महोदय? अस्तु, न न, सा न पठितवती. पुनरपि एतत् विषये एव आगच्छति खलु अत्र? न न, एतत् भिन्नः. हलः इति सूत्रे हलः यद् उत्तरं सम्प्रसारणम् इति किमर्थम् उक्तम्? हल् वर्णः किमर्थं पूर्वं भवेत्? वादौ वे इत्यस्य वे योगः त उत वकारस्य स्थाने उकारभूतो उत उतः एव. पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम्. इक्तवतौ उतवान् अङ्ग अवयवयात् हलः इत्यनेन अयं हल्वर्णः किमर्थम् अङ्गस्य अवयवः भवेत्? निर्योगः वे योगः त. इदानीमत्र निरुत वकारस्य स्थाने उकार भूत्वा निरुत इति, अनन्तरं निरुत्तम् इति नपुंसकलिङ्गपदं भवेत्. रेपः यद्यपि हल्वर्णः किन्तु अङ्गस्य अवयवः न, अतः दीर्घ आदेशः न भवति. तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थम्? व्यत् इत्यस्य वित्तः, व्यच् इत्यस्य विचितः, यकारस्य इकारः भूत्वा अत्र भवति इति. इदानीं हलः इति यद् उत्तरं सम्प्रसारणम् इति किमर्थं कार्यं भवति इति प्रश्नः उदेति अत्र. इदानीं वादौ वे इति धातुः स्वीकुर्मः चेत् अत्र वे वकारस्य स्थाने उकार भूत्वा त प्रत्यय मध्ये ककारस्य लशकतद्धिते इत्यनेन इत् भवति, त एव तिष्ठति. इतः इदानीम् अन्तिमरूपम् उत इति भवति. पूर्वस्थितस्य हल्वर्णस्य अभावात् अत्र वे इति स्वीकुर्मः चेत् अत्र हल्वर्णस्य पूर्वं किमपि नास्ति इति, अतः तत्र अभावात् अत्र दीर्घत्वं न इति. एतदेव खलु महोदय? अत्र इदानीम् अत्र अन्यपदमपि इत्यत्र तु हल् वर्णः नास्ति इति कृत्वा तत्र केवलं दीर्घत्वं हलः इत्यस्य प्रसङ्गः नास्ति, उतः इत्येव. इदानीं निर्योगः वे योगः त अत्र अपि वकारस्य स्थाने उकार भूत्वा निरुत इति भवति. इदानीं रेपः यद्यपि हल् वर्णः किन्तु अङ्गस्य अवयवः न भवति, अतः दीर्घत्वम् अत्र न भवति इति तत्र दत्तं. तावदेव खलु महोदय? इदानीं व्यद् इति स्वीकुर्मः चेत् अत्र यकारस्य स्थाने इकारः भूत्वा विद्धः, तद्वत् एव अत्र व्यच् इति भवति, यकारस्य स्थाने यकार भूत्वा विचितः इति भवति प्रथम. तत्र किमर्थं हलः इत्यस्य प्रसङ्गः नास्ति, व्यद् विद्धः इत्यत्र अपि च विचितः इत्यत्र? हल्वर्णस्य किमर्थं पूर्वम् अत्र पूर्वं हल्वर्णः अस्ति खलु अत्र, अतः एव अत्र कार्यं करोति. न अत्र न व्यद्धः इत्यस्य व्यद्धः विद्धः व्यच्छ विचितः इत्यत्र तु कार्यं नास्ति, हलः इत्यस्य कार्यं नास्ति, तत्त्वं नास्ति, अलग इति कार्यं नास्ति एव, अतः तदेव तिष्ठति अत्र. किमर्थं एव भवति, किमर्थं हलः कार्यं नास्ति? पूर्वस्थितस्य वर्णः अत्र पूर्वं हल्वर्णः अस्ति, विद् इत्यत्र यकारस्य स्थाने इकारः सम्प्रसारणं, सम्प्रसारणात् पूर्वं वकारः हल्वर्णः अस्ति, तथापि कार्यं नास्ति यतोहि अङ्गस्य अन्ते नास्ति सम्प्रसारणसंज्ञकः वर्णः. इकारः अङ्गस्य अन्ते नास्ति, विद्ध इति अस्ति धातुः, विद्ध धकारः अन्ते अस्ति, सः सम्प्रसारणसंज्ञकः नास्ति इति कृत्वा अतः दीर्घ एवमेव विचितः इत्यत्रापि. आम् निरुत इत्यत्र किं भवति इति चेत् निर् इत्यत्र उपसर्गीयः रेपः हल्वर्णः अस्ति, परन्तु वेय इति धातौ हल्वर्णः पूर्वं नास्ति इति कृत्वा सम्प्रसारः अत्र दीर्घत्वं न भवति, हलः इत्यस्य प्रसङ्गः नास्ति तत्र. अस्तु तर्हि तत्र विजयलक्ष्मी भगिनी पठितुम् इच्छति वा अग्रे सम्प्रसारणम्? आं पठामि. सम्प्रसारणं ग्रहधातुः ग्रहीज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां ङिति च. ग्रह ज्या वय व्यध वश व्यच् व्रश्च प्रच्छ भ्रश्च एषां सम्प्रसारणं भवति खितिङिति प्रत्यये परे. श्रूयते वा भगिनि? आमां सम्यक्तया श्रूयते. ग्रह योगः श्ना अत्र ग र इत्यनयोः संयुक्त अक्षरः ग्र इति अस्ति, अतः ग र अनन्तरम् अकारः ह इति ग्रहधातोः विविच्य लिखितमस्ति. अनन्तरं श्ना इति प्रत्ययः ग्रही ज्या वै व्यधि सूत्रे ग्रह इति अस्ति, अतः अत्र सम्प्रसारणस्य किमस्ति वर्ड् किं भगिनि किम् अस्ति सम्प्रसारणकार्यं विधीयते अत्र अत्र सम्प्रसारणकार्यं विधीयते, अतः रेफस्य स्थाने ऋकारः अपि च अकारस्य पूर्वरूपादेशः भूत्वा रेफस्य स्थाने ऋकारः आयाति. रेफात् अनन्तरं यः अकारः अस्ति तस्य पूर्वरूप आदेशः भूत्वा किं भवति ऋकारः तिष्ठति, अतः गृ इति भवति. अनन्तरं ह इति अस्ति, अनन्तरं श्ना इत्यत्र षकारस्य लोपो षकारस्य लोपः न इति अवशिष्यते. अत्र अट्कुप् वाङ्नुं व्यवाये अपि इत्यनेन नकारस्य नत्वं भवति, अतः गृह्णा इति अङ्गं सिद्ध्यति. अग्रे पठानि वा? समीचीनं, तर्हि गृह्णा इति सिद्धं तत्र गृहधातोः विषये. तर्हि रूपं किं भवति? गृह्णाति गृह्णीतः गृह्णन्ति गृह्णाति इति न गृह्णाति गृह्णाति उच्चारणे हकारात् पूर्वं नकार आयाति गृह्णाति गृह्णाति गृह्णीतः गृह्णन्ति इति अस्ति समीचीनम् अस्तु तर्हि अस्तु ज्ञाधातुः अपि पठतु एकवारं ज्ञाधातुः ज्ञा जनोर्जा ज्ञा क्रियादिगणे जन् दिवादिगणे चेत् अनयोः जा आदेशो भवति शिति प्रत्यये परे आदेशः अनेकाल् अतः अनेकाल् शित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य ज्ञाश्च जञ्च तयोर् इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं भगिनी अन्य कोऽपि पठतु अस्तु अस्तु तर्हि अनिम भगिनी पठतु ज्ञाजनोर्जा ज्ञाक्रियादिगणे जन दिवादिगणे चेत्यनयोः जा आदेशः भवति शिति प्रत्यये परे आदेशः अनेकाल् अतः अनेकाल् शित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य ज्ञाश्च जञ्च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ठ्यन्तं जा लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रं ठिवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जा शिति इदानीं ज्ञा इति धातुः क्रियादिगणे अस्ति जन इति धातुः दिवादिगणे अस्ति तयोः जा आदेशः भवति शिति प्रत्यये परे इति उक्तम् आदेशः अनेकाल् अस्ति अतः जा इति एव आदेशः जकारः आकारः अतः अनेकाल् अस्ति अतः अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति सामान्यतः अलोन्त्यस्य इत्यनेन अन्त्यस्य एव भवति परन्तु इदानीम् अनेकाल् अस्ति अतः सर्वस्मिन् स्थाने भवति ज्ञाश्च जञ्च तयोः इतरेतरद्वन्द्वः भवति अतः ज्ञाजनौ इति भवति षष्ट्यन्ततया तयोः ज्ञाजनोः इति भवति जा इति लुप्तप्रथमाकं पदं भवति जा इति आदेशः अस्ति तत्र तु प्रथमाविभक्ति एव भवति परन्तु तत् लुप्तम् अस्ति इदानीम् इति दत्तम् अस्ति अङ्गस्य अधिकारः अस्ति शिति अनुवृत्तिः अस्ति अतः पूर्णं सूत्रं भवति ज्ञाजनोः अङ्गस्य जा क्षिति इति समीचीनं भगिनी मम पूर्व तत्र एकः संशयः अस्ति पृच्छामि वा निर्योगः वेयोगः त निरुत इति भवति निरुत इति नास्ति हा निरुतं न अस्तु अस्तु निरुतम् इति तत्र मुद्रणदोषः अस्तु मे बि ऐ वास् डिस्टर्ब्ड् अहं न श्रुतवती तत् अस्तु भगिनी रेफ अनन्तरं ऋकारः कोऽपि शब्दः अस्ति वा इदानीं निरुतम् इति अस्ति किल रेफ अनन्तरम् उकारः रेफ अनन्तरं ऋकारः कोऽपि शब्दः अस्ति वा नैरुतः किम् अस्ति विजयलक्ष्मी भगिनि नैरुतः नैरुतः रामायणपारायणे नैरुतः इति दृष्टवती अस्तु सम्यक् उत्तमं दिशि अपि तादृशं नाम अस्ति किल नैरृत्याम् इति ऋषि इति वा दिशः नाम सत्यं दिशः नाम नैरुतम् इति अस्ति सत्यं सत्यं नैरुत्यां किमपि मन्त्रे श्रुतवती धन्यवादः भगिनि समीचीनम् तत्र मुद्रणदोषः एव अस्ति तत्र तत्र दीर्घत्वं न भवति इति उक्त्वा तत्र दीर्घत्वं प्रदर्शितं मुद्रणदोषः तावदेव अत्र स्थगनं कुर्मः कोऽपि प्रश्नः अस्ति वा पाठः पाठे जाटिल्यं नास्ति इति कृत्वा वयं शीघ्रं गच्छामः प्रश्नाः सन्ति चेत् प्रष्टुमर्हन्ति भगिनि अग्रिमसोमवासरे कक्षा नास्ति वा अग्रिमसोमवासरे कक्षा नास्ति अग्रिमसोमवासरात् आरभ्य 16th इति आरभ्य एण्ड् आफ् जान्युरि तक् क्षम्यताम् एण्ड् आफ् डिसेम्बर् क्षम्यताम् एण्ड् आफ् डिसेम्बर् एण्ड् आफ् डिसेम्बर् डिसेम्बर् 31st तक् डिसेम्बर् 31st पर्यन्तम् अस्तु तर्हि जनवरि 6th एव अग्रिमः वर्गः अस्तु भगिनि अद्य तु सन्देहः भवितुं न अर्हति अस्तु इदानीं भवत्याः कृते सप्ताहद्वयम् अस्ति अतः फिगर् औट् करोतु किं एफ् सि सि मध्ये किं कर्तुं शक्नुमः इत्युक्ते अन्यत् किमपि एतादृशमेव अस्ति चेत् तदपि सूचयतु इत्युक्ते ज़ूम् मध्ये केवलं 40 मिनिट्स् एव अस्ति खलु एवं वा न तत्र अमरकोशस्य कक्षायां तु घण्टानन्तरं पञ्चविंशति निमेषपर्यन्तं कक्षा अभवत् खलु तत्तु पेड् भवेत् न न पेड् न भवेत् संस्कृतस्य सर्वं फ्री एव खलु कोऽपि तत् कक्षा अपि फ्री अस्ति सः यः स्वीकरोति सः अपि फ्री प्रायः स्टूडेण्ट् इति किमपि अस्ति चेत् स्टूडेण्ट् तेषां कृते इतोपि अधिकं भवेत् तथा एव किमपि स्यात् इति तादृशं किमपि तत्र लभ्यते चेत् प्रयत्नं करोतु तादृशं लभ्यते चेत् मम तत्र आक्षेपः नास्ति ज़ूम् इति परिवर्तनार्थम् अन्ये कोऽपि प्राब्लम् न फेस् करोति चेत् फ्री कान्फरेन्स् एव करोतु मम तु प्रायः अग्रिमकक्षातः प्राब्लम् न भवति इति मन्ये अद्य यत् किं कृतवती तदेव करोमि शनिवासरे अपि अस्तु सम्यक् तर्हि तत्र प्राब्लम् साल्व् अस्तु समीचीनं तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्ते धन्यवादः भगिनि धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि धन्यवादः नमस्कारः